स्वः शब्दः अत्रापि आगतः, स्वर्यस्य च केवलम्, आनन्दस्वरूप स्वर्यस्य च केवलम्। चेत् गौरव्याख्याता आदित्य नाम्ना व्याख्यानं चलति स्म। आदित्यादग्रे रश्मयः आगच्छन्ति, आदित्यादेव रश्मयः प्राप्तः भवति। अस्य कृते अन्यानि नामानि प्रयुज्यन्ते, अस्य शब्दस्य अल्पप्रयोगः। दुर्गे आदित्यप्रवादाः स्तुतयो भवन्ति। पूर्वमुक्तमेन अर्चाभ्यां नाये सूक्तम् अल्पप्रयोगम् इति उक्तं न, अल्पप्रयोगं तु अस्य तद् अर्चाभ्यां नाये आदितेः पुत्ररूपेण अल्पप्रयोगाः सन्ति तत्र सूक्तभाक् सूर्यम् आदितेयम् आदितेः पुत्रम् एव, एवम् अन्येषामपि देवतानाम् आदित्यप्रवादाः स्तुतयो भवन्ति। अन्यासाम् अन्यासां देवतानाम् अर्थात् अन्यानि यानि देवतानामानि सन्ति आदित्यपदेन उच्यन्ते, आदित्य नै तेन आदित्यः उच्यते, तैतै नामभिः आदित्यः उच्यते। आदित्यस्य कथनं भवति अन्यासामपि देवतानां, यथा मित्रादेव शब्दाग्रे वर्तन्ते, तैश्च नामभिः आदित्य एव उच्यते। कर्मणा तत्र जायते यत् आदित्यस्य एतत् कर्म वर्तते, अतः एते शब्दाः आदित्ये वर्तन्ते। कर्म आदित्यस्य वर्तते, अन्य देवता नाम्ना च तत्र स्तुतिर्वर्तते। आदित्ये एव स्तूयते न अत्र सर्वत्रापि। वरुणः वृत्वा तिष्ठति इति स्यात् मन्ये, तदेव जलाधिपति स्यात्। यः अधिपतिर्भवति, अधिपतिः कः भवति? यस्य स्वत्वेन किमपि तिष्ठति सः तस्य अधिपतिरिति उच्यते। अधिपञ्चालेषु देवदत्तः तत्र अधिकृतोऽसौ भवति, तस्य अधि भवन्ति सर्वेऽपि, तथैव अत्रापि वरुणः तथा उच्येत। तथैव अधिदैव पक्षे आध्यात्मिक पक्षे तो ईश्वर व आत्मा वा उचेत उत्वा केचन भावा उच्चेरन एवं भविष्यति। मित्र शब्देन अपि तत्र वायुर उच्यते सम्यक्तः वायुर वर्तते आदित्य तो वर्तते एव अतः मित्र शब्द सम्भवतः वायु आगच्छति इति गुणनामान्यतानि सन्ति सर्वाण्यपि गुणनामानि इति वा शक्तिनामानि इति वा क्रियानामानि इति वा गुणनामानि तु पुनः देवतानामानि नहीं देवता का भवति किञ्चित् द्रव्यमुच्येत उत्वा तस्य तस्य द्रव्यस्य स्थिति विशेष उच्येत मन्य स्थिति विशेष एव देवता शब्देन उच्येत। यथा सैव वरुणः अग्रे च तस्यैव आपः इति उच्येत अग्रे च जलमिति उच्येत स्थिति विशेषे भूत्वा अतएव तो वेदेन सह ज्योतिषस्य संबंधः वर्तते यतो हि देवतानां अर्थात् तस्या तस्या देवतायाः कालविशेषः वर्तते मन्ये सा एव वर्तते परं कालभेदेन तत्र शक्तिभेदः शक्तिभेदेन तत्र देवताभेदः अतः कालस्य परिचयः स्यात् अत्रापि पदे पदे वक्ष्यते वेदेषु किमुच्यते अत्र नाटकशब्दार्थः सुखम् इति अर्थः सुखम् मध्यस्थलोके स्त्रियादिलोके सुखम् स्वर्गलोके यत् सुखम् यत् सुखम् सुखम् सुखम् यत् उच्यते सुखम् तु सर्वत्रैव समानं वर्तते सुखे को भेदः तत्र उच्यते सुखविशेषः सुखे को भेदः सुखम् तु सर्वत्र समानमेव वर्तते चेत् सार्वत्रिकम् सुखम् अनुभूतम् वा एवम् अस्ति न अत्र शब्दस्तु प्रमाणमस्त्येव अस्माकं पुरस्तात् यदि तदेव स्यात् चेत् नामभेदः न स्यात् मन्ये अत्र तु सुखशब्देन उच्यते तत्र नागशब्देन उच्यते क्वचित् स्वः शब्देन उच्यते चेत् अर्थभेदः अस्ति अतः शब्दभेदोऽपि वर्तते एव चेत् नाकशब्दस्य या व्युत्पत्तिरत्र प्रदर्शिता चेत् तेन जायते सुखस्य सा स्थितिः अनेन शब्देन उच्यते यत् यत्र हि दुःखं नास्ति यतोहि दुःखस्य प्रतिषेधः उच्यते तत्प्रतिषिद्धं प्रतिषिध्येत अथवा प्रतिषिध्यते चेत् तत्र यत्र हि दुःखलेशः नास्ति सुखस्य सा या स्थितिर्वर्तते सा नागशब्देन उच्येत भेदः कथं न भवेत् यतोहि अत्र दुःखमिश्रितं सुखं भविष्यति उत्वा दुःखबहुलं सुखं तत् सुखं सुखशब्देन उच्येत तत्र च दुःखरहितं सुखं वर्तते एकत्र च स्वः शब्देन उच्यते यत्र तेन सह स्वातन्त्र्यमपि वर्तेत मन्ये सु अर्णः सुष्ठु गतिरपि तत्र उत्वा सुष्ठु इति एव उच्येत मन्ये तत्र स्व अर्णः अपि वर्तते सु अर्णः अपि वर्तते यत्र हि सु अर्णः वर्तते तत्र सा स्थितिः स्वः शब्देन उच्येत चेत् अविश् स एव तु भेदः भवति न अत्र दुःखेन सहितं सुखं वर्तते यदा भोजनं मन्ये सर्वत्रापि एकमेव भोजनं वर्तते यद् भुज्यते तद् भोजनं भवति परं रसभेदेन तत्र भोजनभेदः भवत्येव स्वादभेदेन पाकभेदेन तत्र भोजनभेदः भवत्येव उत्वा व्यञ्जनभेदेन भोजनभेदः भवत्येव तथैव अत्रापि गीयेत एकत्र गानेन सुखम् अपरत्र भोजनेन सुखम् एकत्र रसनेन्द्रियजन्यं सुखम् अपरत्र श्रवणेन्द्रियजन्यं सुखम् चेत् साधनभेदस्तु स्पष्टं वर्तते एव अत्र मन्ये यः अनुभविता वर्तते तद्भेदेन अत्रापि भवितुम् अर्हति कस्यचित् अस्तु तत्त्वे भेदः नास्ति इति उच्यते यच्च भोजनात् सुखं लभ्यते यच्च गानात् सुखं लभ्यते आ मन्ये भवेत् वक्तुं शक्यते तथा नै इन्द्रियभेदात् भवति मन्ये साधनभेदात् भवति परं सुखतत्त्वे सुखतत्त्वे अनेन पृच्छति सुखतत्त्वे इतः अपि सुखं प्राप्नोति इतः अपि सुखं प्राप्नोति मन्ये कस्यचित् भोजने सुखं लभ्येत कस्यचित् गाने सुखं लभ्येत कस्यचित् अन्यत्र इन्द्रियजन्यं सुखं गानेन सुखं लभ्यते भोजनेन च यत् सुखं लभ्यते यदि उभयोऽपि सुखे समाने स्तः तर्हि यस्य कश्चित् जनः किमर्थं गाने एव प्रवर्तते भोजने न प्रवर्तते अपि च अपरस्य भोजने प्रवर्तते गाने न तत्तु अस्ति कर्तृभेदः तत्तु अस्ति मन्ये कर्तृभेदः कर्तृभेदः स्यात् परं देदत्तेन गाने देदत्तेन हि गाने सुखं लभ्यते यजदत्तेन भोजने सुखं लभ्यते चेत् उभयतः अपि सुखं लब्धं चेत् तत्त्वे कः भेदः इत्यनेन पृच्छ्यते साधनभेदः वर्तते मन्ये साधनभेदे सति अपि सुखभेदो अस्ति अत एव तु भिन्न भिन्न साधने भिन्न भिन्न जन प्रवर्तते यदि सर्वत्रैव एकमेव सुखं लभ्यते चेत् पुनः भिन्न भिन्न साधने प्रवृत्तौ किं भवति फलाधार्थमेव प्रवर्तते विषयभेदात् सुखभेदः उच्चर्यते न एतत्तु विषयभेदात् उत वा साधनभेदात् सुखभेदः इति उच्यते परं तत्त्वे तत्त्वेऽपि भेदः मन्येत उत वा औपचारिकः भेदः औपाधिकः भेदः यथा उच्यते मन्ये क्रियायाम् उच्यते वैयाकरणैः भ्राष्टमट मठमट खदूरमट स्थाल्यपिधानमट चेत् अत्र साधनभेदात् क्रियाभेदः परिगीयते वस्तुतः क्रियायां भेदः नास्ति अटतित्वं सर्वत्रापि वर्तते एव केवलमत्र यतोहि कर्मभेदः वर्तते अतः क्रियाभेदः इति उपचर्यते साधनभेदात् गुणभेदात् गुणभेदात् समानं भवति मन्ये द्रव्यत्वेन सर्वमपि समानम् अस्ति चेत् सुखत्वेन अत्र समानता न स्यात् तदेव स एव प्रश्नः वर्तते न तत्त्वे कः भेदः तत्त्वे कः भेदः इति एषः तु प्रश्नः वर्तते न साधनभेदात् तु भेदः वर्तते आधारभेदादपि भेदः भविष्यति अधिकरणभेदात् साधनभेदात् सुखत्वे मन्ये तारतम्यं स्यात् तारतम्यं तु भवत्येव अधिकं सुखं लभते अन्यच्च सुखमपि तस्मै एव लभ्येत यः तत्र रसिको भवति अन्यस्य कृते सुखं न लभ्येत यः रसिकः भवति अर्थात् यः आसक्तः भवति तत्र विषये त तस्यैव तत्र रसः सुखं वा लभ्येत, अन्यस्य सुखं न लभ्येत कदाचित्। सुखतत्त्वे तु भेदः न स्यात् मन्ये, तत्त्वतः यदि अत्र आकलयामः चेत् तत्र तु भेदः न स्यात् सुखत्वे। एवमस्ति, भेदव्यवहारः अस्माभिः कदा कथं च क्रियते लोके अथवा अन्यत्र, भेदव्यवहारः कथं क्रियते इति तत्र द्रष्टव्यं भवति। मने देवदत्तस्य च यजदत्तस्य च मध्ये यः भेदः, सः एकः भेदः इति उच्यते। वृक्षस्य तत्र आम्रस्य अन्यच्च अन्यस्य फलस्य मध्ये यः भेदः, सः भेदः परिगीयते चेत् सः भेदः किमात्मकः वर्तते, द्रव्यात्मकः, गुणात्मकः, स्वरूपात्मकः, गन्धात्मकः, इन्द्रियैः यद् गृह्यते स भेद इति उच्यते। बाह्य आकारात्मकः एवमेव उच्यते। उपाधिभेदस्तु भवति, परं सुखतत्त्वे तु भेदः कः स्यात्? तत्र तत्त्वे तु कः भेदः स्यात्? विशेषः उच्येत चेत् यत् सुखम् अस्माभिः दैनन्दिनेन व्यवहारेण लभ्यते तस्मात् भिन्नः। भिन्नः अर्थात् यः मन्ये चिरकालेन लभ्येत अथवा चिरं तिष्ठेत मन्ये। विशिष्टसाधनेन लभ्यते अतः एव सुखविशेषः, यतोहि मन्ये श्रावणं सुखं वर्तते, अधुना चाक्षुषं सुखं, श्रावणसुखदृष्ट्या विशिष्टं सुखं विशिष्टं भवति, तान्त्रिक एव अत्र अस्ति यत् तद्विशिष्टसाधनेन लभ्यं वर्तते अतः एव तद्विशिष्टं सुखं। अथवा स्थिरसाधनेन लभ्यते चेत् स्थिरं सुखम् इत्यपि वक्तुं शक्यते, स्थिरम् इति चिरकालपर्यन्तं तिष्ठेत्। तदेव यथा उच्यते वृक्षविशेष, आम्रं किं भवति? वृक्षविशेषः भवति, तत्र विशिष्टवृक्ष एकः अन्येभ्यः विशिष्टं वर्तते, तथैव आम्रा जम्बुवृक्षः विशिष्टः, तथैव अन्येभ्यः साधनेभ्यः लभ्यते यत् सुखम् अस्ति तस्मात् विशिष्टमेकं सुखमस्ति। अत्र तु एवमपि वक्तुं शक्यते यत् यदपि सुखम् अस्माभिरत्र दैनन्दिनेन व्यवहारेण लभ्यते तत्रापि, यतोहि अत्र अस्माभिः साधनभेदात् लभ्यमानं सुखं विशिष्टमिति गीयते चेत् विशिष्टता तु अत्रापि वर्तते एव। यत्र यत् हि भोजनात् लभ्यते, यच्च अध्ययनात् लभ्यते, यच्च साधनात् लभ्यते, यत्किमपि वर्तते चेत् वैशिष्ट्यं तु तदपि वर्तते एव। परं मन्ये एतेभ्यः सुखेभ्यः, यतोहि एतत्तु अनुभूतम् इव दृश्यते अस्माभिः, तत्रापि विशेषशब्दः प्रयुक्तः वर्तते, मन्ये एतेभ्यः भिन्नं सुखं स्यात्, चिरकालं तिष्ठेत् तथा स्यात् मन्ये। अथवा चेदधुना आम्रं किं भवति? आम्रः वृक्षविशेषो भवति चेत् अत्र एवं कथनेन एवं न ज्ञायते यत् विशेषः तत्र तेन नाम्ना न ज्ञायते, नाम्ना न ज्ञायते, अतः एव विशेषः उच्यते, कश्चित् विशिष्टः वृक्षः वर्तते, अनिर्वचनीयः अनिर्वचनीयः वृक्षस्तु वर्तते, परं तस्य नाम न ज्ञायते, नाम न ज्ञायते, विशेष वृक्षविशेषः वर्तते चेत् तथैव अत्रापि सुखं वर्तते अविर्वचनीयसुखम्। एवं वा, नो चेत् अज्ञानपक्षे गच्छति एषः व्यवहारस्तु, यतोहि मया किं क्रियते, मया इति केनचिदपि व्याख्यात्रा अज्ञानपक्षे अस्ति अत एव तु वृक्षविशेषः उच्यते। यदि ज्ञातं वर्तते, यदि ज्ञातमपि स्यात् तत् सुखं, वृक्षे तु वयम् आम्रशब्दस्य प्रयोगम् एतत् इति कृत्वा दर्शयितुं शक्नुमः, परन्तु सुखे तु न शक्नुमः दर्शयितुम्, अत एव विशेषशब्दमेव। नहीं, विशेष शब्द से उभयथा व्यवहार लभ्य थे, अज्ञाने न भी लभ्य थे। यस्य नाम मया ज्ञातम नास्ति तत्रापि मया विशेष शब्द प्रयुज्यते प्रायेण। वृक्षस्तु वर्तते परम न मम ज्ञानम नास्ति चेत मया उच्यते तत्र वृक्ष विशेष फल विशेष इत्यादिकं व्यक्ति विशेष जन विशेष इत्यादिकं उच्यते मन्ये। परम ऋषि पक्षे तथा न वक्तुं शक्येत मन्ये। ऋषिणा तो ज्ञातम स्यात् न, ऋषिणा ऋषि पक्षे कथम उच्यते। हाँ तद वर्तते चेत तत् ज्ञात पक्षे वर्तते न। अर्थात एतेभ्य सुखेभ्य विशिष्ट सुखम वर्तते एवं वर्तेत। यदपि सुखम भवान् कथयति तस्मात् भिन्नं यत् सुखं भवति तत्तु अस्मात् विशिष्टमेव। अन्य विशिष्टं तु अस्ति, परं यत् सुखम् अस्माभिः प्रतिदिनम् अनुभूयते उत्वा यानि सुखानि अनुभूयन्ते तेभ्यः भिन्नं विशिष्टं। विशिष्टता कास्यात् मन्ये? एतानि सर्वाण्यपि क्षणिकानि सन्ति। भोजनं यदा भुज्यते तदा सुखं लभ्यते, पश्चात् तु मन्ये तस्मात् कष्टमपि अनुभूयेत अधिकं भुक्तम् इति वा उत्वा यत्किमपि वर्तेत। तथैव अध्ययनेऽपि मन्ये कालस्य अतिचारः कृतः चेत् यदा अध्ययनं क्रियते तदा तु सुखम् अनुभूयते, परं यः कालस्य अतिचारः कृतः तेन दुःखमपि अनुभूयेत चेत् दुःखमिश्रितमेव वर्तते। तेन दर्शनेन तेन दर्शनेन तत्र पार्थक्यं तस्य वर्तेत मन्ये। पार्थक्य एव वर्तते। मोक्षसुखं स्वर्गसुखं पृथिवीसुखं यदपि सुखं वर्तते तत्र कालभेदः एव वर्तते। कालभेदः मोक्षसुखं लम्बमानः वर्तते तस्मात् अल्पं, स्वर्गसुखं वर्तते ततोपि अल्पं पृथिवीसुखम्। नहीं यथा भोगे वर्तते, भोग साधनानि अस्माकं पार्श्वे वर्तन्ते चेत् भोग साधनानि यथा सुख साधनानि भवन्ति ततो अधिक आधिक्येन दुःख साधनानि तानि भवन्ति परिणामे। परं यदि तेषां त्यागः क्रियेत, त्यागस्तु विरक्तेनैव केनचित् क्रियेत, यतो हि तत्र त्यागे सुखमपि वर्तते दुःखमपि वर्तते मन्ये कस्यचित्। यः तत्र साधनेषु आसक्तः वर्तते यदि तत्र त्यागः स्यात् चेत् दुःखजनकः त्यागः स्यात्। यश्च तत्र विरक्तः वर्तते चेत् तेन सुखं तस्मात् भिन्नं लभ्येत। यत् सुखं तेन भोगेन लभ्यते स्म त्यागेन तस्मात् भिन्नमेव सुखं लभ्येत। तत्र तत् सुखं न स्यात्, भोगे यत् सुखमासीत् यतो हि तेन सह दुःखमपि वर्तते। मन्ये क्षणिकं दुःखं वर्तते चेत् सुखं, क्षणिकं सुखं वर्तते सुखत्वं तु तदेव स्यात् इति वक्तुं शक्यते। स्वर्ग इति सुखसाधनम् नहीं एवमस्ति, सर्वथापि शब्दस्य प्रयोगः अस्माभिः द्रष्टव्यः कस्मिन् प्रसंगे कस्मिन् अर्थे वा शब्दः प्रयुज्यते। स एव शब्दः साधनत्वेनापि स्यात् साध्यत्वेनापि स्यात्। स्वर्गः सुखसाधनमत्र उच्यते, तत्र कर्णत्वेन वा वर्तते अधिकरणत्वेन वा वर्तते केन रूपेण वर्तते? यत्रापि सुख साधनं भवति तत्र दुःखं भवति, परिणामे दुःखं स्यात् तत्र। यतो हि तस्य वियोगं कश्चिदपि न इच्छति, यथा संयोगम् इच्छति तथा वियोगं न इच्छति, वियोगे च दुःखं वर्तते। तत्तु अस्ति। स्वर्गशब्दः तत्र साधनेषु अपि भवेत्, यैः साधनैः सुखं लभ्यते तत्रापि स्वर्गशब्दः भवेत्। तत्र कर्णे प्रत्ययो भविष्यति स्वः सुखं गम्यते प्राप्यते येन तत् साधनं स्वर्ग शब्देन उच्यते। स्वर्गं यदि पुण्यकर्मैः प्राप्यते किमर्थं मोक्षं प्राप्नुयात्? यतो हि तत्र विश्रामकर्मादिकं सर्वं करणीयं, स्वर्गः प्राप्यते अन्यत् तत्र अत्यन्त कश्चित् भेदः वर्तते एव। एवमस्ति, सम्पूर्णेऽपि दिने अस्माभिः भोजनादिना सुखं लभ्यते चेत् विश्रामः किमर्थं क्रियते? रात्रावपि निद्रा क्रियते चेत् किमर्थं क्रियते? यदि सुखं तु अत्र लभ्यते एव भोजनादिना। एकं सुखं समाप्तम्? यथा वयं सम्पूर्णेऽपि दिने द्वित्रिवारं भोजनं कुर्मः पुनः पुनश्च तथा सुखं लभ्यते चेत् रात्रौ अपि भोजनेनैव सुखं लभ्येत, निद्रा किमर्थमाचर्यते? यदि भोजनेव सुखं वर्तते, अन्यच्च एकमेव सुखं वर्तते चेत् रात्रौ अपि भोजनेनैव सुखं लभ्येत। मोक्षस्य मद्दृष्ट्या तु अनिर्वचनीया स्थितिर्वर्तते, नैव तत्र सुखं वर्तते न चापि दुःखं वर्तते। लभ्यते इति बलपूर्वकं तु कथयितुं न शक्यते, यतो हि नैव प्रलयस्य अनुभवो वर्तते न चापि मोक्षस्य अनुभवो वर्तते। प्रलयपक्षस्तु मोक्षात् तु भिन्नः भवति न प्रलयावस्था, मोक्षात् भिन्ना प्रलयावस्था वर्तते। या एव स्थितिः मोक्षस्य वर्तते सा एव प्रलयस्य इति कथयितुं न शक्यते, सा भिन्ना स्थितिर्वर्तते। एकत्र स्वेच्छया गमनं वर्तते, अपरत्र बलात् गमनं वर्तते, चेत् उभयत्रापि समाना स्थितिस्तु न भवेत्, तदेव सुखम् इति तु वक्तुं न शक्यते न। प्रलयगमने अथवा मृत्युपक्षे गमने अस्माकम् इच्छा नास्ति, परं गन्तव्यमस्ति। मोक्षे च स्वेच्छया गम्यते चेत् उभयोरपि भेदस्तु नियतं भवेदेव, एकम् एव कथं स्यात् तत्र। यथा अधुना भवता प्रतिपादितं यत् तेन उक्तं यत् प्रलय एवं भविष्यति अन्यच्च मोक्षे अपि सुखं वर्तते इत्यादि, तत्र भवता उक्तं यत् एतत् अस्माभिर्ना अनुभूयते किं भवति तत्र? एतदपि सम्यक् अस्ति, मन्यना अनुभूयते, परन्तु केनचित् तथा उक्तमस्ति, यं च वयं ऋषिं मन्यामहे तेन तथा उक्तमस्ति, तच्च प्रमाणं वर्तते, तत् प्रमाणम् आधृत्य तथा वक्तुं शक्यते। वयं सोऽपि वदति, अन्यच्च वयमपि वक्तुं पारयामः, वयं वक्तुं पारयामः यथा यत् तेन एतत् उक्तमस्ति, तेन एतत् उक्तमस्ति, अन्यच्च तम् आधृत्य वयं तर्कं वितर्कमपि कर्तुं शक्नुमः। परन्तु यदा एवम् उच्यते यत् अस्माभिस्तु न अनुभूतः अस्ति, सम्यक्, एवम् उक्त्वा यदि सः विषयः त्यज्यते तर्हि तु पुनः विचार एव तत्र न क्रियते चेत् किं भविष्यति? तस्मिन् मार्गे तस्य प्रवृत्तिः कथं भवेत्? यतोहि तस्य अनुभवस्तु तदेव भविष्यति, यदा केनचित् उक्तमस्ति तस्य वार्तां सम्यक्तया ज्ञात्वा अन्यच्च तत्र श्रद्धा यदा उत्पद्यते चेत् तत्र रुचिरुत्पद्यते चेत् तस्मिन् मार्गे प्रवृत्तो भवति। अधुना च तस्य आश्रयमेव न गृहीत्वा अन्यच्च अस्माभिः ज्ञाता एव नास्ति चेत् तस्मिन् विषये किमपि न वक्तुं पारयामः इति उक्त्वा इति यदि ब्रूमः तर्हि तस्य आश्रय एव न गृह्यते, न गृह्यते चेत् तत्र मार्गे गम्यते एव न गम्यते चेत् तस्य प्राप्तिरपि न भविष्यति। प्रवृत्ति न भविष्यति अस्माकम्। नहीं, मया वाक्यमेतत् तथा तदा उक्तम् आसीत् यदा तेन उक्तं न प्रलये यत् सुखं वर्तते तदेव सुखं मोक्षोऽपि वर्तते चेत् तथा बलपूर्वकं मया कथं कथयितुं शक्यते? एवं तु वक्तुं शक्यते अनेन ऋषिणा अथवा अनेन मन्त्रेण एतद् उच्यते इति, एतत्तु वक्तुं शक्यते, परं मद्दृष्टिस्तु तत्र न भवेत् न। अधुना एषः भेदः आगतः यत् यदि एवम् उच्यते तेन उक्तमस्ति ऋषिणा परन्तु मद्दृष्टि तत्र नास्ति इति उच्यते चेत् अधुना तेन वाक्येन सह मम साम्यं न वर्तते यत् ऋषिवाक्यं प्रति मम पूर्णतया तादृक् भावना न वर्तते येन अहं तस्मात् आत्मानं पृथक्कृत्य पश्यामि। यदि पृथक्कृत्य पश्यामि चेत् पुनः तदुक्तिं कथं श्रद्धामि? न श्रद्धामि चेत् नहीं, एवं तु महाभाष्ये उच्यते सैषा उभयतस्पाशारज्जुर्भवति। यदि अत्र बलपूर्वकम् उच्यते चेदाक्षेपः भवति तव तु अनुभवः नास्ति चेत् एवं कथम् उच्यते? यदि च एतद् भवति एव व्यवहारे पश्यामि अहं तु, अस्तु अन्यच्च वर्तते। यदि एवमुच्यते अस्य ऋषेः एतस्मिन् विषये एतद्वचनं वर्तते चेत् यदा एवमुच्यते मन्ये पाणिनिना अनेकेषां ऋषीणां पक्षाः गृहीताः सन्ति, अपि वा ते पाणिनिना स्वीकृताः पक्षाः न सन्ति? सन्ति एव, परं तत्र आदरातिशयः तान् प्रति वर्तते यत् एषः मम पक्षः नास्ति, परं मम मया अस्वीकृतः अपि पक्षः नास्ति, उभयथा अपि उच्यते। यदि मया सह पक्षः स्थाप्यते अथवा उच्यते चेत् मया स्वीकृतः आदृतः सः पक्षः वर्तते, परं तस्य पक्षः वर्तते न तु मम पक्षः वर्तते चेत् अत्र कः दोषः स्यात्? तत्र तदेव वर्तते, तदेव वर्तते। कुतस्तब्धं लुब्धानाम् सन्तोषामृत तृप्तानां यत् सुखं शान्तचेतसाम्। हा तत्तु वर्तते सन्तोषामृत, कुतस्तब्धं लुब्धानाम् इतश्चेतस्य धावताम् आचेत्। हा तत् भवेत्, मन्ये यः नागशब्देन उच्यते तत् सुखं सन्तोषामृतेन प्राप्तं सुखं स्यात्, अत्रत्यं यत् सुखं वर्तते भेदस्तु भवेदेव। दुःखमिश्रणे मन्ये वयं कारागारे तिष्ठामः, तत्र च अनुकूला भोगाः प्राप्ताः भवन्ति, परं तेषु अनुकूलेषु भोगेषु सत्सु अपि तत् सुखं न लभ्येत, यतोहि तत्र परतन्त्रता वर्तते। अत्र च शुष्कायां रोटिकायामपि तत् सुखं लभ्येत, स्वातन्त्र्ये सति। सापेक्षा तु भवत्येव, तारतम्यं तु अत्र सुखेषु भविष्यत्येव, अत्रैव अस्माकं व्यवहारे तारतम्यं तिष्ठति। मम पार्श्वे द्विचक्रिका वर्तते सैकल् इति, परं तत्रापि सन्तोषः नास्ति सुखं नास्ति, यतोहि अग्रे तस्य पार्श्वे तु प्रतिवेशिनः पार्श्वे तु स्कूटर् वर्तते, स्कूटर् लब्धः चेत् अरे तस्य पार्श्वे तु मोटर्सैकल् वर्तते चेत् अत्र तारतम्यं वर्तते एव। अत एव तत्र अस्माकं ऋषीणां तत्र केन्द्रबिन्दुः वर्तते निवृत्तौ, एतेभ्यः साधनेभ्यः निवृत्तिर्भवेत्। तत्र उच्यते न योगदर्शने किमुच्यते यमनियम आसन प्राणायाम प्रत्याहारं अपरिग्रहे, अपरिग्रहे वृत्तिर्वर्तते, परिग्रहे न वर्तते। सुखमपि एकदा एकेन उक्तम् केनचित् यः स्वात्मानम् अनुभविनम् गणयति कदाचित् तस्यां परम्परायां तेन उक्तम् सः पृष्टः केनचित् ये तत्र शिबिरे आसन् यत् महात्मन् यदा मोक्षार्थम् एतादृशः महान् प्रयत्नः अस्माभिः क्रियते सर्वमपि सांसारिकं सुखं त्यज्यते सर्वमपि त्यज्यते एतावता महता प्रयत्नेन मोक्षाख्यं सुखं लभ्यते चेत् पुनः मोक्षात् निवृत्तिः कथं भवति कथं पुनः संसारे एव आगच्छामः चेत् न उक्तं यत् यदा मोक्षसुखम् अनुभूय तत्र तस्य किन्नाम विरागः जायते मोक्षसुखे अपि विरागः यथा वयं मन्ये कदाचित् एव षष्कुल्या लभ्यन्ते चेत् तत्र रागः भवति परं प्रत्यहमेव षष्कुल्या लभ्येर चेत् तत्र विरागः भवति चेत् ततः अपि अरे रोटिका एव शोभना सन्ति इति चेत् तादृशी एव स्थितिः तत्र मोक्षे भवति तस्य अरे बहु अनुभूतं सुखम् अधुना मोक्षाख्यं सुखं बहु अनुभूतं तत्रैव चलामः इति तेन उक्तम् आसीत् तत्रापि उपहासो न जाने का स्थितिर्वर्तते इति किं वक्तुं शक्यते परम् एवं तु वर्तते अपरे उच्यते यत् यथा वेदेऽपि कस्मिंश्चित् मन्त्रे वर्तते इतः हंसो भूत्वा गच्छति ततश्च काको भूत्वा आगच्छति इति उपमया तत्र वर्ण्यते हंसो भूत्वा गच्छति यथा श्वेतः भूत्वा गच्छति अर्थात् तत्र किमपि कश्चिदपि रागः न वर्तते परम् अवशिष्टं भवति निःशेषं तत्र कर्म न भवति निःशेषं न भवति चेत् यत् कर्म अवशिष्टं वर्तते तद् भोगाय पुनः आगच्छति चेत् व्यवस्थायां वर्तते एवं नास्ति यत् तस्य विरागः तत्र सम्पन्नः तत् तेन सुखेन मोक्षाख्येन तत् विरागः सम्पन्नः अतः सः संसारे आगतः तथा नास्ति अपि तु व्यवस्थया आगतः इति तत्र उच्यते किमुच्यते आर्याभिविनये जिस परमात्मा का अंत इतना है यह न हो उसकी व्याप्ति का परिच्छेद अर्थात एकता परिमाण को नहीं कर सकता तथा अर्थात सूर्य आदि लोग सर्वोपरि आकाश तथा पृथ्वी मध्य निकृष्ट लोग तो सूर्य आदि लोग के सर्वोपरि तस्मात पृथ्वी मध्य निकृष्ट लोग सूर्यादि लोग मध्य लोग न वर्तते सूर्यादि लोग नहीं अत्रापि सापेक्षा दृष्टिर्वर्तते अत्र वयं स्थित्वा चिन्तयामः चेत् अस्माकं तु उपरि एव वर्तते सः अस्माकं तु अधस्तात् न वर्तते आर्याभिविनये को वर्तते पञ्चदशमन्त्रः जिस परमात्मा का अंत इतना यह है न हो है? इतना यह है ऐसा नहीं कह सकते न यस्य द्यावा पृथ्वी अंतमानम मानसु उसकी व्याप्ति का परिच्छेद अर्थात इयत्ता परिमाण कोई नहीं कर सकता उसकी माने ईश्वर की तथा दिव अर्थात सूर्यादि लोक सर्वोपरि आकाश तथा पृथ्वी मध्य निकृष्ट लोक ये कोई उसके आदि अंत को नहीं पाते आचेत एव में वर्तते यथा अन्य कश्चित कथयितुं न शक्यते अन्य च केनचित उच्येत अरे उपरि तु सूर्यलोको वर्तते अधस्ताच्च पृथ्वी वर्तते चेत एतयोर्मध्ये एव तु ईश्वरः स्यात् अन्यत्र क्व स्यात् एवं यदि केनचित् उच्येत इतः बहिः तत्र बाह्यरूपेण तु ईश्वरः न तिष्ठेत् न एष एव च संसारः वर्तते इतो बहिर्न वर्तते इति यदि केनचित् उच्यते चेत् तं प्रतिवर्तते तत्। ये कोई उसके आदि अंत को नहीं पाते। तो आकाश तथा पृथ्वी मध्यलोक तथा दिव अर्थात सूर्यादिलोक सर्वोपरि आकाश तथा पृथ्वी मध्य निकृष्ट लोक। पृथिव्याः मध्येऽपि तु लोकाः सन्ति, ते तान् प्रति एतदुच्यते मन्ये। सूर्यः केन उच्यते? दिवः अर्थात् सूर्यादिलोक सर्वोपरि आकाश तथा पृथ्वी मध्य निकृष्ट लोक। निकृष्ट माने नीचे के लोक और मध्य माने मध्यवर्ती लोक। आकाश तथा यदि यथासंख्यम संबंध स्यात् मध्य शब्द से संबंध आकाशेन सह अन्य से निकृष्ट शब्द से संबंध पृथिव्या सह सर्वोपरि विद्यमानः सूर्यादिलोकः मध्ये वर्तमानः अन्तरिक्षलोकः स एव मन्य आकाशशब्देन उच्येत अन्य च नीचे ही वर्तमानः पृथ्वीलोकः अन्तरिक्षे अपि आकाशशब्दः आगच्छत्येव मन्ये एषा सम्बन्धः स्यादत्र सर्वोपरि वर्तमानः सूर्यलोकः मध्ये वर्तमानः आकाशलोकः निकृष्टे वर्तमानः पृथिवीलोकः एवं सम्बन्धः स्यात् मन्ये। स्पष्टता अपि अत्र प्रतीयते। वह सबके बीच में परिपूर्ण हो रहा है। हाँ, किमस्ति? हाँ, एवं स्यात् तस्य। दुर्गस्य न्याय निरुक्तस्य पुण्यकृत एव यस्मात् तत्र गच्छन्ति न च पुण्यकृतां दुःख भवनं युक्तम्। ये पुण्यकृताः सन्ति तेषां कृते दुःखं न स्यात्। नञ्चेत्र सुखं दुःखेनापि तत्र भवितव्यम्। यत्र हि सुखमस्ति चेत् तत्र दुःखेनापि भवितव्यम्। यतो हि दुःखरहितं सुखं कदाचित् न तिष्ठेत्। तथा च श्रुतिः न ह वै सशरीरस्य सतः प्रिया प्रिययो अपहतिरस्ति। तत्तु अस्ति एव, यदावत् शरीरं तिष्ठति तावत् प्रियमपि भवेदेव अप्रियमपि भवेदेव। एतयो उभयोरपि विनाशः न भविष्यति सर्वथा। चेदुच्यते सुखबाहुल्या दुःखं नास्ति इति उच्यते। तदेव तु चलति स्म अस्माकमपि ह्यः। अस्तु, उदाहरणमयुक्तं दीयते। न ह वै सशरीरस्य सतः प्रिया प्रिययोर् अपहतिरस्ति छान्दोग्ये उच्यते। चेतेन उच्यते यत् शरीरस्य चर्चा तु अत्र नास्ति। न वा अमुं लोकं जग्मुषे किञ्चन अकम् चेतत्र शरीरमस्ति वा न वा? स्थूलं शरीरं न स्यात्, सूक्ष्मं स्यात्। सूक्ष्मशरीरे अपि द्वैविध्यं, तत्र द्वैतं वर्तते। मोक्षेऽपि सूक्ष्मशरीरं तिष्ठति वा न वा? एकेषां तिष्ठति अपरेषां न तिष्ठति। नावेदविद् अस्मिन् ग्राम इति यथा, हा इति यथाच्यते तत्तु अस्ति, नाकस्य पृष्ठे इति व्याख्यातं, तस्मिन्नहं निदधे नाके अग्निं, नाकशब्दस्य प्रयोगः अनेकत्र वर्तते। शरीरमिति स्थूला स्थूलशरीरातिरिक्तं शरीरं तथा गृह्येतमन्ये, मोक्षपर्यन्तं तु एतत् शरीरं तिष्ठत्येव तथा तेन उच्येत। अथवा एषा अपि विषयः सूक्ष्मतया अध्येतव्यः वर्तते, तत्र केन रूपेण तत्र तिष्ठन्ति इति, नाके ये पुण्यकृतः तिष्ठन्ति ते केन रूपेण तिष्ठन्ति, अपि वा तत्रत्यं किमपि भिन्नं शरीरं वर्तते, यथा एतत्तु पार्थिवं शरीरं वर्तते पृथिव्यां यद्दृश्यते। देवतानां मानसं शरीरं स्यात् चेत् तत्र नाके किं शरीरं वर्तते इति द्रष्टव्यं, वायुलोके वायुप्रधानं शरीरं स्यात्, अन्यच्च तत्र वर्णलोके तत्र जलप्रधानं शरीरं स्यात् चेत् तत्र किमात्मकं शरीरं वर्तते इत्यत्र अध्येतव्यमस्ति। शरीरं तु तस्य वर्तते भोगाय, यतो हि भुज्यते तेन सुखम्। अस्तु अग्रे आदित्य, हा किमस्ति एकादशोत्तरशततमे किमस्ति नाशवान् कः वर्तते? अत्र एवमत्र विचारयितुं शक्यते यत् आदित्यस्य स्थितिः उत्वा अनवस्थितिः अस्माकं पृथिव्याः भ्रमणेन जायते, परम् आदित्यस्य रश्मयस्तु सर्वत्रापि सन्ति सर्वदा च सन्ति, तेषां विनाशः नास्ति। यः अस्माभिः विनाशः इति उच्यते चेत् स तु पृथिव्याः भ्रमणस्य भ्रमणकारणेन तत्र आरोपः क्रियते, परं द्युलोके तु सर्वदापि सर्वथापि च तिष्ठन्त्येव रश्मयः, तेषां विनाशः कथम् उच्येत? केवलम् अस्माकं दृष्ट्या पारोक्षम् इति वा प्रत्यक्षम् इति वा उच्येत, आरोपेण आरोपः तत्र क्रियते, विनाशः नास्ति। कुलाल इति कुम्हार, कुम्भकारः, किमस्ति वाक्यम्? सूर्य अथवा द्यौः पुण्यकृत सुकृत रश्मियों से संयुक्त वा आविष्ट है, मन्ये एवं स्याद् अत्र रश्मयः अनेक विधाः सन्ति, तादृशापि रश्मयः सन्ति यैः अस्माकं विनाशः स्यात्, अन्य च तद्वैपरीत्येन तादृशापि सन्ति यैः अस्माकं जीवनं तिष्ठति चेत् यैः जीवनं तिष्ठति तेषां कृते एषः व्यवहारः स्यात् मन्ये। आदित्यस्य रश्मयः सन्ति अतः आदित्यस्य पश्चात् रश्मीनां व्याख्यानं परिगणनं वर्तते। रश्मीनामान्युत्तराणि पञ्चदश, चेत् पञ्चदशनामानि रश्मीनां वर्तन्ते आदित्यनामभ्यः परत्वेन। रश्मिशब्दः रश्मिर् किमर्थं रश्मिः उच्यते चेत् यमनात्। वैयाकरणैस्तु अश्नोते रश च, अशुं व्याप्तौ इत्यस्मात् धातोः व्युत्पाद्यते रश्मिशब्दः रश आदेशं कृत्वा, अत्र च यमधातोः साध्यते। उभयथापि व्याख्यातुं शक्यते यतोहि तेषां व्याप्तिर्वर्तते सर्वत्रापि, अतोऽपि ते रश्मय इति उच्यन्ते। अन्यच्च तैः यम्यते अर्थात् नियम्यते संयम्यते, अतोऽपि सर्वोऽपि लोकः अतोऽपि ते रश्मयः इति उच्यन्ते। अग्रे आगच्छति अश्वानां तत्र नियमनं तेन क्रियते रश्मिर्यमनात्। तेषाम् आदितः साधारणानि पञ्च, आदितः आदौ भवानि नामानि साधारणानि वर्तन्ते। केन साधारणानि वर्तन्ते? पञ्च सन्ति तानि। अश्वरश्मिभिः, अश्वस्यापि रश्मि इति उच्यते। रश्मिशब्दस्य कृते अद्यापि एकः शब्दः लोके प्रयुज्यते, राश। राशशब्दः प्रयुज्यते, राश इति पगः प्रग्रह, तत्र तु प्रग्रहशब्दः व्याकरणे वर्तते प्रग्रह। अत्रापि रश्मिसादृश्यमेव वर्तते यतोहि रथे अनेके अश्वाः यदा अष्टौ वा चत्वारो वा तत्र युज्यन्ते चेत् तेषां रज्जवः भवन्ति चेत् मन्ये तेषां सायवाकृतिर्भवति या सूर्याकृतिर्भवति, चतुर्दिक्ष अथवा समन्ततः तत्र रज्जवः आगच्छन्ति सारथेः हस्ते, एकस्मिन्नेव हस्ते तेषां नियमनं भवति। तैश्च रश्मिभिः अश्वाः नियम्यन्ते, अत्र च लोकाः नियम्यन्ते। सूर्यरश्मिभिः लोकानां नियमनं भवति, अतः रश्मयः ते उच्यन्ते। पञ्च अश्वरश्मिभिः साधारणानि सन्ति, एतेनैव रश्मिनाम्नां व्याख्यानम्। अग्रे च रश्मयः क्व नु गच्छन्ति चेत् दिक्षु गच्छन्ति चेत् दिङ्नामान्युत्तराणि अष्टौ, दिशः नामानि अष्टौ सन्ति अग्रे, ततः रश्मिनाभ्य उत्तराणि। दिशः कस्मात्? दिक्शब्दस्य प्रवृत्तिनिमित्तं किमस्ति, किमर्थं ते दिशः इति उच्यन्ते चेदुच्यते दिशते, यतोहि अङ्गुल्यादिना तस्य देशनं कथनं भवति, निर्देशनं भवति, अत्र वा तत्र वा यत्र वा क्वचिदपि चेत् दिशते, दिश्यते हि असौ, अतः दिक् भवति दिशते। आसदनादपि उत्वा यत्रापि वयं पश्यामः एकत्र क्वचित् स्थित्वा चेत् दूरे इव आसदनाः स्थिता इव दृश्यन्ते, अतोऽपि किन्नाम दिशः इति उच्यन्ते। अभ्यसनात् अपि वा अभ्यसनात्, अभ्यसनात् व्यापनात् सर्वत्रापि। दिक्शब्दः अथवा दिगर्थः यः वर्तते सोऽपि व्यापकः वर्तते। दिक् काल मन, मनोऽपि गृह्यते न तत्र, आत्मा अन्यच्च परमात्मा, अनेके पदार्थाः सन्ति ये सर्वत्रापि व्यापकाः वर्तन्ते चेत् अपि वा अभ्यसनात्। यैष व्यवहारः वर्तते स तु आरोपात्मकः व्यवहारः वर्तते, पूर्वादिक उत्तरादिक दक्षिणादिक पश्चिमादिक यः व्यवहारः वर्तते स तु यथा काले आरोपः क्रियते अस्माभिः भूत भविष्यत् वर्तमान इत्यादिकं तथैव अत्रापि दिश्यपि आरोपः क्रियते वस्तुतः सा एका एव वर्तेत। दिङ् नामसु एकः शब्दः आगच्छति काष्ठा। परं काष्ठा शब्दः अनेकेषु अर्थेषु दृश्यते। केषु अर्थेषु दृश्यते इति उच्यते, तत्र काष्ठा इत्येतत् नाम अनेकस्यापि सत्त्वस्य नाम भवति, अनेकेषाम् अर्थानाम् अत्र अभिधानं भवति, अथवा अनेके अर्थानेन शब्देन अभिधीयन्ते। यथा काष्ठा दिशो भवन्ति, दिशां कृतेपि काष्ठा शब्दः आगच्छति। ये कथमिति चेत् क्रान्त्वा स्थिता भवन्ति, यत्र स्थित्वा वयं पश्यामः ततः क्रान्त्वा अतिक्रमणं कृत्वा दूरं गत्वा तत्र स्थिता भवन्ति चेत् क्रान्त्वा स्थिताः काष्ठाः। तथैव च काष्ठा उपदिशो भवन्ति, यः उपदिशः भवन्ति मन्ये कोणगताः तापि काष्ठा उच्यन्ते, तत्रापि स एव हेतुर्भविष्यति। अथवा इतरेतरं क्रान्त्वा स्थिता भवन्ति, तत्र किमस्ति यः उपदिशः सन्ति चेत् इतरेतरं क्रान्त्वा मन्ये मध्ये हि तासां मुख्यदिशः भवन्ति चेत् तदेव अत्र अतिक्रमणं भवितुमर्हति क्रान्त्वा स्थिता चेदत्रापि स एव हेतुः क्रान्त्वा स्थिताः काष्ठा इति। आदित्योऽपि काष्ठा उच्यते, आदित्यस्य कृतेऽपि काष्ठा शब्दः आगतः, सोऽपि तथैव क्रान्त्वा स्थितो भवति, इतः दूरं गतः स्थितः सः। आज्यन्तोऽपि काष्ठा उच्यते, आजिशब्देन युद्धमुच्यते, आजि अजन्ति गच्छन्ति तत्र इति आजिशब्दः तत्र वर्तते। शरपथान्तः इत्यपि उच्यते, यत्र शराः गच्छन्ति। आज्यन्तोऽपि काष्ठा उच्यते, क्रान्त्वा स्थितो भवति, तत्रापि तस्मादेव हेतोः काष्ठा शब्दः वर्तते। आपोऽपि काष्ठा उच्यन्ते चेत् आपः सर्वथापि सूक्ष्माः यः भवन्ति ता आपशब्देन उच्यन्ते, मन्ये अदृश्यरूपेण स्युः, अत्यन्तसूक्ष्मरूपेण, अन्यच्च तासामेव श्रैष्ठ्यं तत्र तत्र प्रतिपाद्यते। शन्नो देवी रभीष्टय आपो इष्टामयो भुवस्ता, तेषामेव ग्रहणं तासामेव ग्रहणम् अस्माभिः कर्तव्यम् इति, तत्र पवित्रता आधिक्येन भवति। एवं कथं स्यात्? चरकेऽपि ऐन्द्रं जलम्, ऐन्द्रं माहेन्द्रम् इति वा गाङ्गम् इति, गाङ्गं जलं ततोऽपि अधिकं पवित्रं मन्यते। अन्यच्च गङ्गा इति पार्थिवी या वर्तते, पार्थिवा नास्ति अपि तु आकाशगङ्गा वर्तते, मन्ये वृष्टिकाले वर्षऋतौ यतः जलम् अस्माकं पार्श्वे आगच्छति ततोऽपि उपरि गङ्गा वर्तते इति तत्र तत्र टीकाकृद्भिः उच्यते। चेत् तज्जलं रक्षणीयं भवति, स्वास्थ्यप्रदं भवति, न च तत्र विकारः आगच्छति इति तत्र उच्यते। मन्ये तत् तस्य कालः शरदृतौ भवति सम्भवतः, शरदृतौ इति उच्यते, मीमांसकवर्यैरपि तथा उच्यते, या वृष्टिर्भवति चेत् ततो उपरिष्टात् भवति, मेघा उपरि भवन्ति। स च वर्षान्तकालः, वर्षान्तकालः संवत्सरान्तकालः अपि स उच्यते। अस्तु, अत्रापि कदाचित् जायते, अत्रापि कदाचित् जायते अथवा यत्र जायते तत्र स्यात्। अन्यच्च किमस्ति, प्रत्येकस्मिन् स्थाने तु परिस्थितिभेदः अनुगुणं भवत्येव, अत्र तु भिन्ना स्थितिः तत्र च भिन्ना स्थितिः, चेत् अत्रत्यमेव गीयेत मन्ये तत्र। अस्तु आपोपि काष्ठा उच्यन्ते क्रान्त्वा स्थिता भवन्ति इति यतो हि तापि इतः क्रान्त्वा स्थिता भवन्ति इति स्थावराणां या तासां स्थावरा स्थितिर्वर्तते सा काष्ठाशब्देन उच्यते तत्र स्थिता भवन्ति इति एका तासाम् अस्थिरा स्थितिर्वर्तते यत्र हि अग्निना तासां सूक्ष्मीकरणं क्रियते चेत् इतः ताः गच्छन्ति आदित्यं प्रति द्युलोकं प्रति अत्र एवमपि दृश्यते यत् इतः द्युलोकं प्रति गच्छन्ति ततश्च आगत्य पुनः मेघत्वेन पश्चात् तासां स्थितिर्भवति आपरूपता या वर्तते सा उपरिष्टात् वर्तते मेघेभ्योऽपि उपरि ततश्च मेघरूपता वर्तते ततश्च वृष्टिरूपता वर्तते इति मेघस्थितिर्या वर्तते सा निम्ना अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् वृत्रस्य निण्यं विचरन्त्यापो दीर्घं तम आशयत् इन्द्रशत्रुः अतिष्ठन्तीनां याः स्थिरा न सन्ति सर्वतापि गतियुक्ताः सन्ति अत एव अनिवेशनानां क्वचिदपि निविष्टा न सन्ति एतादृशाः याः काष्ठाः सन्ति आपः सन्ति तासां मध्ये शरीरं निहितं वर्तते शरीरं तदुच्यते यत् क्षीर्यते अग्रे निर्वचनं वक्ष्यते काष्ठा आपः तत्र हि अपां मध्ये चेतेन जायते मेघात् पूर्वम् आपरूपता वर्तते तासां मेघरूपता तु पश्चात् जायते तत्र अस्तु शरीरं वर्तते ततोऽग्रे वृत्ररूपता जायते वृत्रस्य निण्यं निण्यमिति नीचीर्भावं प्राप्तं वृत्रस्य निण्यं विचरन्त्यापः तत्र अपां विचरणं वर्तते चेत् दीर्घं तम आशयत् कः आशयत् तत्र शेते इन्द्रशत्रुः इन्द्रः यस्य शातयिता वर्तते सः तत्र शेते तिष्ठति दीर्घं तमः तस्य विशेषणं वर्तते तमरूपेण माने काल तत्र कालरागात्मकत्वेन तत्र उपमीयत अतिष्ठन्तीनाम् अनिविशमानानाम् इति अस्थावराणाम् याः किल मध्यगता एव सर्वथापि भवन्ति तासां कृते एषः प्रयोगः स्यात् काष्ठानाम् अपां तासां मध्ये निहितं शरीरम् शरीरं किमस्ति तत् मेघः शरीरं मेघ एव शरीरं वर्तते शरीरं किं भवति शरीरं शृणाते श्रीहिंसायाम् अन्ततो हिंस्यते हि तत् शमनातिर्वा तस्य शमनं क्रियते इन्द्रेण वज्रेण शमनातिर्वा वृत्रस्य निण्यं निर्णामं यत् निर्णामं वर्तते नीचैर् अवनामितमिव वर्तते तु अवनतं वर्तते तत्र विचरन्ति विचरन्ति इति विजानन्ति आपः इति दीर्घं द्राघते दीर्घशब्दः अथ च द्राघशब्दः कदाचित् समानार्थकौ एव एतौ शब्दौ स्तः यत एव दीर्घशब्दस्य व्याख्यानं द्राघशब्देन क्रियते द्राघीयान् इति तत्र आदेशेन उच्यते पाणिनीयतन्त्रे आदेशेन द्राघादेशः कृतः तत्र उभयोरपि समानार्थता वर्तते द्राघतेः द्राग्धातुर्वर्तते न तस्मादेव दीर्घः द्रागते तमस्तनोते सर्वत्रापि विस्तृतमिव भवति तमस्तनोते आशयत् आशेते तत्र आश्रयं गृह्णाति कः इन्द्रशत्रुः इन्द्रशत्रुः कः वर्तते इन्द्रो अस्य शमयिता वा शातयिता वा तत्र महाभाष्ये अधीतमासीत् स वाग्वज्रो यजमानमिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् चेत् इन्द्रशत्रुशब्दस्य रहस्यमत्र वर्तते कैश्चित् तत्र शङ्क्यते तत्पुरुषो वा स्यात् बहुव्रीर्वा स्यात्, वर्धनं तु सर्वत्रापि शत्रोरेव भवति। इन्द्रस्य शत्रुः इन्द्रशत्रुः, इन्द्रशत्रुर्वर्धस्व चेत् कः वर्धते शत्रुः? इन्द्रः शत्रुर्यस्य, इन्द्रः शत्रुर्यस्य चेत् तदापि स एव वर्धते। उभयतापि वृद्धिस्तु तस्यैव भवति, परं बहुव्रीयौ भेदः अयं भवति यत् इन्द्रः तस्य शातयिता भवति, सः इन्द्रस्य शातयिता न भवति। षष्ठी तत्पुरुषपक्षे तु सः इन्द्रस्य शातयिता भवति चेत् कियानपि असौ वर्धेत परम् इन्द्रः तं विच्छिनत्येव शातयत्येव। एषः मौलिकः भेदः तत्र भवति। तदेव निर्वचनम् अत्र दीयते, इन्द्रः अस्य शमयिता वा शातयिता वा। तस्मात् इन्द्रः इन्द्रशत्रुः। तत् को वृत्रः? अयं यः वृत्रशब्दः आगतः सः वृत्रशब्द वृत्रार्थः कः वर्तते? मेघ इति नैरुक्ताः, नैरुक्तैरुच्यते सः मेघ एव वृत्रशब्देन उच्यते। परं त्वाष्ट्रोऽसुरः इत्यैतिहासिकाः, ऐतिहासिकानां पक्षः वर्तते यत् त्वष्टुरपत्यम् आसुर एकः असुरः त्वष्ट्र सः मेघ सः वृत्रः इति पुराणेषु वर्तते अस्य। त्वष्ट्रः इति स भवति इति ऐतिहासिकाः। वस्तुतः किं वर्तते अत्र? अपां च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते। अपाम् अन्ये च ज्योतिषः, ज्योति मन्ये विद्युदेव भावेद अत्र, तेषां मिश्री तयोः मिश्रीभावेन वर्षकर्म जायते, वृष्टिर्जायते। तत्र उपमार्थेन युद्धवर्णा भवन्ति, युद्धस्य वर्णनानि यानि लभ्यन्ते तत्र मन्त्रेषु तत् किल औपम्येनैव वर्तते। अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च, मन्त्रेषु यत् वर्णनं वर्तते तत् अहिवत् अहिशब्दोऽपि मेघे एव आगच्छति। ब्राह्मणानां कथनानि अपि तथैव वर्तन्ते। विवृद्ध्या शरीरस्य वृद्धिर्भवति वर्धते असौ चेत् इन्द्रशत्रुर्वर्धस्व। विवृद्ध्या शरीरस्य श्रोतांसि निवारयाञ्चकार चेत् श्रोतांसि अत्र भवन्ति, ततः प्रवाहः भवति। तस्मिन् हते यदा सः अहि हतो भवति अथवा मेघः हतो भवति, वृत्रः हतो भवति, प्रसन्दिरे आपः अपां तत्र ततः प्रस्यन्दनं भवति। तदभिवादिन्येषा ऋग्भवति, तमेव भावम् अग्रिमायासौ ऋगागच्छति सा कथयति। दासपत्नी रही गोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः, अपाम्बिलम् अपिहितं यदासीत् वृत्रं जगन्वा अपतद्ववार। दासपत्नीः पतिशब्दः रक्षके वर्तते, तथैव पत्नीशब्दोऽपि रक्षके एव, उत्वा रक्षिका या वर्तते रक्षिकायां तत्र वर्तेत। दासशब्दः अत्र यः उपक्षीणः भवति, उपक्षीयमाणः भवति तस्य कृते दासशब्दः चेत् उपक्षीयमाणस्य या पत्नी वर्तते रक्षिका वर्तते ताः एवमुच्येदन् दासपत्नी। अहि गोपाः चेत् जलमेव उच्यते, परम्परया आपः उच्यन्ते। अहि गोपाः अहिना ये रक्षिताः सन्ति, अहिर्मेघः तेन रक्षिताः सन्ति स्वात्मनि। तत्र अतिष्ठन् अर्थात् तिष्ठन्ति, निरुद्धा आपः दासपत्नी अहि गोपाः आपः तत्र निरुद्धा तिष्ठन्ति, निरुद्धा सत्यः तिष्ठन्ति। कथमिति चेत् पणिनेव गावः, यथा कश्चित् पणि वणिक् व्यापारी तस्य याः गावः भवन्ति ताः तत्र व्रजादिके तत्र सर्वथापि निरुद्ध स्थापयति तथैव। अपाम्बिलम् अपां यत् बिलं भरं पूर्णम् अपिहितमासीत् निरुद्धमासीत् आसीत् वृत्रं जगन्वा चेत् इन्द्रः वृत्रं जगन्वान्, ततस्य किमभीत् अपतद्ववार। या आपः तत्र तिष्ठन्ति स्म आवृता भूत्वा तस्मात् ववार तत्र ततः व्यवृणो ततः किन्नाम पृथक्तः अभूवन् दासपत्नीर् दासाधिपत्न्यो दासो दस्यते उपदासयति कर्माणि यतो हि असौ उपदासयति कर्माणि समापयति अतः असौ दास इति उच्यते अयि गोपाः तादृशा सत्यः अतिष्ठन् अहिना गुप्ताः अयि गोपा अहिना गुप्ताः सत्यः अहिरिति अहिरयनात् यदा तत्र गतिर्भवति चेत् स अहिरिति उच्यते एति अन्तरिक्षे यतो हि स अन्तरिक्षे एति अतः अहि उच्यते एकः भूमौ अपि अहि उच्च भवति सर्पः इति उच्यते अयमपि इतरो अहि एतस्मादेव एतस्मादेव इति अयनादेव यतो हि असौ अपि सर्वथा गच्छत्येव अत्र हि निरहसितोपसर्गः गतिस्तु तत्र वर्तते परम् अन्यदपि प्रवृत्तिनिमित्तं वर्तते निरहसितोपसर्गः आहन्तीति अहि अत्र उणादौ अपि तथैव साध्यते आङ् पूर्वाद् हन्धातोरेव अहि शब्दः साध्यते आसमन्तात् हन्तीति अहिः स्पृशन्नपि भुजङ्गमः निरुद्धा आपः तत्र आपः निरुद्धा आसन् पणिनेव गावः पणिर्वणिग्भवति पणि पणिया बणिया बणिया वणिग्भवति व्यापारी तदेव उच्यते पणिः पणिः पणिः वणिग्भवति पणिः पणनात् पणव्यवहारे स्तुतौ च यतो हि सः व्यवहारं करोति दानादिकं करोति अतः सः पणिर्भवति वणिक् पण्यं नेनेक्ति यत्किमपि पण्यं भवति तद् नेनेक्ति शुद्धं करोति अपां बिलम् अपिहितं यदासीत् अपां बिलं बिलं यत्र पूर्णं भवति जलं तत् अपिहितम् आसीत् अवरुद्धम् आसीत् बिलं किमस्ति बिलं भरं भवति पूर्णीयं भवति उत्वा पूर्णं भवति बिभर्तेः डुभ्रियधारणपोषणयोः वृत्रं जघन्वान् इन्द्रः तं वृत्रं जघन्वान् यः आवृत्वा जलम् उत्वा अपः स्थापयति जघ्नीवान् अपववार ततः तत्र या अपः आसन् ताः अपववार तद् वृत्रो वृणोतेर्वा तदिति तु पृथक् भवति पूर्वेण वाक्येन सह वृत्रो वृणोतेर्वा यतो हि आवृत्य आपः स्थापयति वर्ततेर्वा यतो हि तत्र वर्तते वर्धतेर्वा सर्वथापि वर्धते एव यद् अवृणोत् अपः अवृणोत् अत एव तद् वृत्रस्य वृत्रत्वम् इति विज्ञायते इति ब्राह्मणवचनं वर्तते यदवर्तत तत्र आसीत् असौ तद्वृत्रस्य वृत्रत्वम् इति विज्ञायते यदवर्धत तद्वृत्रस्य वृत्रत्वम् चेत् वर्तनेन वर्णेन अन्य च वर्धनेन वृत्रस्य वृत्रत्वं वर्तते इति अत्र व्याख्यातम् अस्ति इति किमस्ति ध्वनि स्पष्टतया नागच्छति रामपालदास वर्तते चेत् गर्हिते अर्थे वर्तते वा येषां ज्ञानमस्ति ते न प्रतिपादयन्ति येषाम् अज्ञानमस्ति ते प्रतिपादयन्ति एवमेव भवति चेत् अधुना प्रतिपादनमपि कर्तव्यमस्ति न तु श्रुत्वा व्यापारे एव तत्र संलग्नता भवेत् एतदधीत्य श्रुत्वा च एतेषां सिद्धान्तानां प्रतिपादनमपि तत्र भवेत् अस्तु अलं कुर्मः समयः यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति सर्यस्य च केवलम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ तस्मिन्नावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।